नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र अद्य नूतनपाठः यङन्तदातवः इति नवमः पाठः आर्धधातुकप्रकरणे नवमः पाठः। प्रथमतः आरम्भं कुर्मः। अरुणा भगिनी पठति वा? भगिनि, यङन्तदातवः यङ् लुबन्तदातवः च समानार्थे भवन्ति, भेदः केवलं रूपे प्रक्रियया च। कुत्रचित् पर्यन्तं प्रक्रियासाम्यं वर्तते, ततः अग्रे महान् भेदः अपि अस्ति। अस्य पाठस्य आरम्भे यत्र साम्यम् अस्ति यत्र दृश्यते, अनन्तरं प्रक्रिया भिन्ना कथम् इति प्रतिपाद्यते। यङ्गङ्गदातवः यङ् लुगन्तदातवः अर्थमेव समानमेव, भेदकेवलं प्रक्रियां च, रूपम् प्रक्रियां। वयं यङ् लुगन्त पठितवन्तः नव यङ्गन्तधातुविषये प्रक्रिया साम्यम् अस्ति, भेदः अपि अस्ति, महान् भेदः अस्ति। अतः प्रथमं वयं सामान्य प्रक्रिया परिशीलयाम, अनन्तरं भिन्नक्रिया कार्यम् इति कथमिति प्रतिपाद्यते। अग्रे अपि पठतु पुनस्मरणत्वेन। पुनस्मरणत्वेन वक्तव्यं, यङ्गन्तधातूनां निर्माण अवसरे आर्धधातुकप्रक्रिया आश्रियते। आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः धातुभ्यः प्रत्ययः विधीयते सः आर्धधातुकसङ्गः। द्वादशधातुप्रत्ययाः आर्धधातुकक्रिया उपपद्यते त्रिषु स्थलेषु। अतिदेशकधातूनां साधनावसरे धातुभ्यः ये धातु प्रत्ययः विधीयन्ते ते आर्धधातुकसञ्ज्ञकाः, यथा सन् निच् यङ् इति द्वादश धातुप्रत्ययाः। अकाराणां तिङन्त साधनावसरे धातुभ्यः यः विकरणप्रत्ययः यथा लुटि स्या अथवा यः तिङ् प्रत्ययः यथा असि लिङ् य विचीयते सः अतिदेशकधातु आर्धधातुकसंज्ञा चेत्। कृदन्तसाधनावसरे धातुभ्यः यः कृत् प्रत्ययः विधीयते सः अर्धधातुकसंज्ञका चेत्। अतः आहत्य आर्धधातुकप्रक्रिया घटिता अतिदेशकधातुनिर्माणे लकाराणां तिङ्गन्तनिर्माणे कृदन्तनिर्माणे च। अत्र यङ्गन्तस्य आर्धधातुकप्रक्रिया आतिदेशकधातुनिर्माणमेव। एकवारम् अतिदेशकधातुः यदा सिद्धिः ततः अग्रे विशिष्टकार्यं नास्ति, यतोहि सर्वे यङ्गन्तधातवः अदन्ताः आत्मनेपदिनश्च। यङ्गन्तेभ्यः शप् विधीयते, अतः भावादिगणे आत्मनेपदि धातुभ्यः रूपाणि यदा भवति तदेव अत्रापि। ओके, यङ्गन्तधातु आर्धधातुकप्रक्रिये प्रयुज्यते। आर्धधातुकप्रक्रिया इत्युक्ते तत्र धातुभ्यः प्रत्यय विधीयते, निकरणप्रत्यय न दृश्यते। आर्धधातुक उच्यते धातुभ्यः प्रत्यये विधीयते स आर्धधातुसञ्ज्ञकः इति अयम् आर्धधातुक्रिया त्रिषु स्थलेषु आर्धधातुकप्रक्रिया भवति अतिदेशिकधातूनां साधनावसरे ओ आतिदेशिकधातूनां साधनावसरे धातुभ्यः एतत् धातुप्रत्यय इत्येते ते आर्धधातुसञ्ज्ञकाः उदाहरणं सन् निच् यङ् इति द्वादश धातुप्रत्ययाः अर्धधातुकप्रक्रिया लकारे अपि भवति तिङन्तसाधनावसरे धातुभ्यः विकरणप्रत्ययः नास्ति विकरणप्रत्यय द्युटि अस्य द्युटिस्य आश्रये यात् विधीयते सः अर्धसञ्ज्ञकः भवति कृदन्तसाधनावसरे धातुभ्यः यः कृत् प्रत्ययः विधीयते सः अर्धधातुकसञ्ज्ञः चेत् आहत्य अर्धधातुकप्रक्रिया घटित आतिदेशिकधातुनिर्माणे लकाराणां तिङन्तरूपनिर्माणे कृदन्तरूपणे च यङन्तधातु अर्धधातुकप्रक्रियायाम् आतिदेशिकधातुनिर्माणमेव ततः आदिदेशिकधातु सिद्धः भवति तथा अग्रे विशिष्टकार्यं नास्ति यतोहि सर्वे यङन्तधातवः अदन्ताः ते सर्वे यङन्तधातुनिर्माणं कृत्वा आत्मनेपदि एव प्रत्ययः विधीयते न तु स्वधातु यङन्तेभ्यः शपदे विकरणप्रत्ययः भवति अतः प्रवादिगणे रूपेण आत्मनेपदी साधनं भवति यदा तत्र वयं यङ्लुबन्ते दृष्टवन्तः समानरीत्या एव अत्रापि तत्र आर्धधातुकप्रक्रिया एव आश्रियते इदानीं तु एतत् तिङ् अपि नास्ति चित् अपि नास्ति अतः सार्वधातुकः नास्ति आर्धधातुकः आर्धधातुकः चेत् आर्धधातुकप्रक्रिया तत्र अनुसरणीया अतः तत्र यदा वयम् इदानीम् आतिदेशिकधातुनिर्माणं कुर्मः यङ् इति यङ् इति नूतनधातुः यङ् योजयामः चेत् तत्र नूतनधातुः भवति तद् आतिदेशिकधातुः यदा आतिदेशिकधातुः भवति तदा कार्यं भवति तत्र यङन्तदातवः इति अदन्ताः अधन्तदातवः ते आत्मनेपदिनः अपि अतः तत्र शप् यदा विधीयते तत्र भवादिगणवत् तत्र रूपाणि साधनीयानि यक् लुगन्ताः तु परस्मैपदिनः आसन् किल ति इत्येव योजितवन्तः गतसप्ताहे इति परस्मैपदिनः आसन् यङन्तधातुः आत्मनेपदि अस्ति तदेव प्रायः भेदः द्वयोः मध्ये अतो रेखाचु फलादे क्रियासमविहारे यङ् इत्यनेन यङ् विधीयते केन सूत्रेण प्रस्मैपदि भवति अस्तु पश्यामः अग्रे प्रायः भवेत् तत्र तु परस्मैपदीरूपमेव आसीत् यदा वयं साधितवन्तः रूपाणि इदानीं तत्र यङन्तधातुः तु आत्मनेपदीनः अस्ति किमर्थमिति पश्यामः प्रायः अत्र धन्यवादः अत्र आत्मनेपदीधातु कदा भवति इति वयं जानीमः खलु तदपि नित्य लुक् जातः इत्यनेन तद् न अभवत् वा आमाम् अतः न भवति किल चक्करीतमिति तत् अदादिकः इति आसीत् चक्करीतं खलु तदेव अहम् अन्विषन्ती अस्मि कुत्र आसीत् अदादिकाः इति किमपि आसीत् परस्मेपदी इति तत्र कोऽपि नास्ति खलु तत्र आत्मनेपदी विषये किमपि तत्र किमपि नास्ति खलु इदानीं तत् नित् नास्ति अतः न भवति एव नित् लोपः जातः इत्यनेन वा आमां नित् लुक् भवतः खलु तत्र अतः प्रायः तदेव चिन्तयामि अपि च अदादिकः किमर्थं भवति इति चर्करीतम् इति वयं चर्करीतं वः इदानीं सम्यक् न पश्यामि चर्करीतम् इति आसीत् कुच् किमपि आसीत् तत्र वार्तिकं तत्र अदादिकाः भवन्ति पश्यामि कुत्रचित् प्रायः भवेत् किमर्थं तत्र तद् परस्मैपदी आसीत् एतत् आत्मनेपदी लुक् जातः इति कारणेन वा हा चर्करीतं च इति गणसूत्रेण शेषे परस्मैपदी खलु तत्र आत्मनेपदी के इति शेषे परस्मैपदी अस्ति खलु शेषरीपरस्मैपदम् चर्करीतं च इति एकं गणसूत्रम् अनेन यङ् लुगन्त धातु अदादिगणवत् इति स्वीकृतवन्तः कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरी शप् इत्यनेन शप् विकर्णप्रत्ययः अधिप्रभृतिभ्यः शपः इत्यनेन लुक् जातः लुक् इति कारणेन किमपि अन्यगणस्य विकर्णप्रत्ययः न स्वीकरोति तावदेव अस्ति लुक् इति कारणेन शेषे परस्मैपदी इत्यनेन परस्मैपदित्वं वार्तिकं किम् अस्ति भगिनि चर्करीतं च चर्करीतं च ओके गणसूत्रं आम् यङन्तदातु नित् अस्ति चर्करीतम् इत्यपि तत्रापि शपः लुक् एव शप न भवति एव आम् अदादिवत् भवति तत्र यङन्तदातुः ङित् अस्ति अनुदातङित आत्मनेपदम् इत्यनेन आत्मनेपदिप्रत्ययः भवितुमर्हति परन्तु यङ् लुगन्तदातुः अनुदातेत् ङित् स्वरिते तदा ङित् भिन्नः अतः तत्र शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदं भवति आम् उत्तरं प्राप्तम् अथवा तत्र मा किमर्थं किमर्थम् इति प्रश्नः एव भवति अस्तु समीचीनं चिन्तनं चर्करीतं च तस्यापि पुनस्मरणं आम् उषा भगिनी पठति वा यङन्तप्रक्रिया अस्तु भगिनि यङन्तप्रक्रिया अनिडादिषु अन्यतमा यङ् प्रत्ययः बलादिः नास्ति अतः आददातुकस्य इड् बलादेः इत्यस्य वशात् इडागमस्य अवसरः न भवति प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपते आशीर्लिङ् यङ् लुक् यङ् च इत्येते सर्वे अनिडादयः क्रमेण येषां पाठः जायमानः एतावता प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपते आशीर्लिङ् यङ् लुक् इत्येते समाप्ताः सम्प्रति यङन्तप्रक्रिया यङ् लुक् प्रथमं कारितं यतोहि तस्मिन् यङ् निमित्तीकृत्य अङ्गकार्यं नास्ति यङ्गि अङ्गकार्यस्य बाहुल्यम् इति कारणेन अधिकं जाटिल्यम् अस्तु यङन्तप्रक्रिया अनिट् प्रक्रिया यतोहि यङ् इति प्रत्ययः विधीयते यङ् प्रत्ययः बलादिः नास्ति इत्यनेन आर्धधातुकस्य इड् बलादेः इत्यनेन इडागमः नास्ति वयं जानीमः प्रेरणार्थे णिच् अपि च कर्मणि भवे यक् परस्मैपते आशीर्लिङ् यङ् लुक् अपि अनिडादयः अत्र यङ् अपि अनिडादयः वयं पठितवन्तः णिच् प्रेरणार्थे णिच् कर्मणि भावे यक् कर्मणि प्रक्रिया कर्मणि प्रयोग कर्मणि प्रयोग भावे अपि च भावे कर्मणि भावे यक् परस्मैपते आशीर्लिङ्ग् अपि च इडागमः नास्ति अनिडाद् अनिड् प्रक्रिया यङ्ग् लुक् अपि अनिड् प्रक्रिया यङ्ग् अपि अनिट् प्रक्रिया अस्ति वयं पठितवन्तः न अत्र यङ्ग् इति पाठस्य आरम्भः यङ्ग् इति कृते यङ्ग् इति कृते बहवः अङ्गकार्यम् अस्ति इत्यनेन जाटिल्यं भवति यतोहि यङ्ग् लुक् इति अङ्गकार्यं नास्ति इत्यनेन तत्र जाटिल्यं नास्ति तत्र अङ्गकार्यम् अधिकं नास्ति प्रायः यङ्ग् लुक् कृते कन्धवर्षम् अस्ति अत्र प्रायः अधिकम् अस्ति तर्हि अङ्गकार्यस्य बाहुल्यम् इति कारणेन अधिकं जाटिल्यं प्रथममेव जाटिल्यम् इति दत्तवन्तः पश्यामः जाटिल्यं कथमस्ति इति अग्रे भगिनी यङ् प्रत्ययः केभ्यः धातुभ्यः विधीयते केषु च अर्थेषु द्वादशसु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः वारं वारम् अथवा अधिक अधिकम् इत्यस्मिन् अर्थे भवति यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति तदा यङ्गन्तधातुः इति वदामः यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः अपि भवितुम् अर्हति यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इति उच्यते यङ्गन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते वयं जानीमः द्वादशसु धातुप्रत्ययेषु यङ् प्रत्ययः इति प्रत्ययः अन्यतमः द्वादशप्रत्ययः भवति वयं जानीमः णिच् सन् यङ् अपि च णिच् सन् यङ् क्यच् काम्यच् क्यच् काम्यच् आम् आं भगिनि द्वादशप्रत्ययः भवति अत्र यङ् प्रत्ययः इति योजनेन यङ् प्रत्ययः विधीयते वारं वारम् अथवा अधिक अधिकम् इत्यस्मिन् अर्थे यङ् प्रत्ययः भवति यङ् प्रत्यययोजनेन नूतनधातुः सिद्ध्यति नूतनधातुः यङ्गन्तधातुः इति वदामः यङ् प्रत्ययस्य किञ्च वैशिष्ट्यम् अस्ति यत्र लोपः अपि भवितुम् अर्हति तद् वयं दृष्टवन्तः यङ् लुक् यङ् लुगन्तधातु इति उच्यते अत्र यङ् यङ्गन्तधातु इति अत्र प्रक्रिया भवति यङ्गन्तानां यङ् लुगन्तानां च अर्थः समानः एव वारं वारम् अथवा अधिक अधिकम् इति परन्तु रूपं भिद्यते रूपं भिन्नं भवति यथा पठ् योगः यङ् पापठ्य इति यङ्गन्तधातुः पट् पट् देन् पापठ्य पापठ्य इति यङ्गन्तधातुः पट् योगः यङ् पापट्य अपि देन् यङ् यङ्गः लुक् भवति चेत् पापट् इति यङ् लुगन्तधातुः यङ्गन्तधातु अपि च यङ् लुगन्तधातु अपि सिद्ध्यति पापट्य इति पापट्य इति अदन्तधातुः यकारः अन्ते अकारः श्रूयते यङ् अदन्तधातुः पापट् इति हलन्तधातुः रूपं भिद्यते किन्तु अर्थः समानः यङ्गः लटि पापट्यते यङ् लुगन्तस्य लटि पापट्टि इति भवति उभयत्र वारं वारम् अथवा अधिक अधिकं पठति इत्यर्थः तर्हि यङ् प्रत्ययस्य वारं वारम् अथवा अधिक अधिकम् इति सामान्य अर्थः व्याकरणे अस्यैव अर्थस्य व्यक्तीकरणार्थं क्रियासमभिहारः इति पदं भवति पौनःपुण्यं वृषार्थश्च क्रियासमभिहारः इति सम्प्रति द्रष्टव्यं कुत्र यङ् प्रत्ययः अस्मिन् सामान्यार्थे भवति सामान्यार्थे भवति कुत्र च अपरस्मिन् विशिष्टार्थे भवति यङ् प्रत्ययस्य वारं वारम् अथवा अधिक अधिकम् इति सामान्यार्थः व्याकरणे अस्य अर्थस्य व्यक्तीकरणार्थं क्रियासमभिहारः इति पदं भवति. पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः इति उच्यते. क्रियासमभिहारः इति कृते पौनःपुन्यम् अपि च भृशार्थः. पौनःपुन्यमपि वारं वारम् अथवा अधिकम् अधिकं, भृशार्थः अपि अधिकम् अधिकम् इति पौनःपुन्यम् अपि च भृशार्थश्च इति क्रियासमभिहारः इति व्याकरणे उच्यते. सम्प्रति द्रष्टव्यं कुत्र यङ् प्रत्ययः सामान्यर्थे एव क्रियासमभिहारः अपि. आमां, तद् सत्यं. तद् स्मरति वा कौटिल्यार्थे नित्यं कौटिल्ये गतौ, तद् सर्वं विशिष्टार्थः. सामान्यार्थः तु वारं वारम् अधिकम् अथवा अधिकम् अधिकं तावदेव. विशिष्टार्थे अपि यङ् विधीयते इति कानिचन सूत्राणि वयं पठितवन्तः किल, तत् सर्वं पुनः वक्रेण गच्छति वा किमपि आसीत्. आमामां, नित्यं तादृशं. तत्र कानिचन केचन दातवः अपि स्वीकृत्य तेषामपि किञ्चित् विशेषार्थः वा किमपि आसीत्. सूत्री सूची दीर्घसूत्रमेकं भावगर्भायामपि अस्ति. तत् सर्वम् आगच्छति इदानीं. तद् सर्वं विशेषार्थः. इदानीं यद् पौनःपुण्यं वृषार्थः तु सामान्यार्थम् धन्यवादः भगिनी. अतः रूपं तु विद्यते एव तत्र. पापट्य इति यङ् दृश्यते यङन्तधातुषु. यङ् लुगन्तेषु तु पापट् इति. अतः एव तत्र वयं हल्सन्धिकार्याणि कृतवन्तः गतपाठे. अत्र तु अदन्तः. अतः तत्र प्रायः अधिककार्यं न भवति इति चिन्तयामि. पश्यामः. अस्तु, विजया भगिनी पठति वा? न भगिनि, अस्मि एव. एकनिमिषम्. अत्र धातोः एकाच्यो हलादेः क्रियासमयविहारे यङ् वारं वारम् अथवा अतिशयार्थे हलादि एकाच् धातुभ्यः यङ् प्रत्ययः भवति. पौनःपुन्ये दृशार्थे च द्योत्ये धातोः एकाचो हलादेः यङ् स्यात्. एकः अच् यस्मिन् स एकाच् बहुव्रीहिः तस्मात् एकाचः. हल् आदिर्यस्य स हलादिः बहुव्रीहिः तस्मात् हलादेः. क्रियायाः समभिहारः क्रियासमभिहारः षष्ठी तत्पुरुषः. तस्मिन् क्रियासमभिहारे धातोः पञ्चम्यन्तम् एकाचः पञ्चम्यन्तम् हलादेः पञ्चम्यन्तम् क्रियासमभिहारे सप्तम्यन्तम् यङ् प्रथमान्तम् अनेकपदमिदं सूत्रम्. प्रत्ययः परच्च इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम्. एकाचः हलादेः धातोः यङ् प्रत्ययः परच्च क्रियासमभिहारे. अत्र धातुः एकाच्यो अलादेः क्रियासमभिहारे यङ् इत्यनेन अत्र किमस्ति चेत् अत्र एकाच् अस्ति चेत् अनन्तरम् अत्र हलादिः अस्ति चेत् धातोः एकाच् अस्ति चेत् हलादेः अस्ति चेत् अनन्तरं क्रियासमभिहारे एतदपि अस्ति चेत् अत्र यङ् प्रत्ययः भवति इति. पौनःपुन्ये इत्युक्ते वारं वारम्, अनन्तरं भृशार्थे अधिकतया दोत्ये धातोः एकाचो एकाचः हलादेः यङ् भवति इति अत्र अनुवर्तिसहितसूत्रम् एकाचः हलादेः धातोः यङ् प्रत्ययः परच क्रियासमभिहारे इति अनुवृत्तिसहितसूत्रमस्ति तावदेव खलु महोदय अत्र आम् सत्यम् तत्र गतपाठे वयं यदा कृतवन्तः तत्र एकाच् धातवः एव सन् आसीत् दरिद्रा इति तादृशं तु न दृष्टवन्तः एव किल दरिद्रा अन्यत् किमपि तत्र अनेकाच् धातवः न दृष्टवन्तः फलादिः एव आसीत् अजादिः अपि न आसीत् अतः तेषामेव तत्र यङ् विधीयते अस्तु भगिनी अग्रे अनेन बोधो भवति अनेन बोधः भवति यत् यङ् त्रीणि निमित्तानि प्रथमबिन्दुः विवक्षाक्रियासमभिहारे भवेत् द्वितीयबिन्दुः धातुः हलादिः भवेत् धातुः एकाच् भवेत् इति त्रीणि निमित्तानि अत्र सन्ति यत्र यङ् भवति तत् बोधः भवति त्रिषु अन्यतमः नास्ति चेत् यङ् न भवति यथा जागृ धातुः हलादिः किन्तु अनेकाच् अतः जागृ धातुः यङ् प्रत्ययः न भवति ईक्ष् धातुः एकाच् किन्तु अजादिः भवति अतः ईक्ष् धातोः यङ् प्रत्ययः न भवति परन्तु भूधातुः हलादिः अपि अस्ति एकाच् अपि अस्ति अतः भूधातोः यङ् प्रत्ययः भवति अत्र निमित्तानि अत्र पूरितानि भूधातोः अत्र हलादिः अपि अस्ति एकाच् अपि अस्ति अनन्तरं तत् समये भूधातोः यङ् प्रत्ययः भवति यङ् प्रत्ययः कुत्र न भवति चेत् यत्र विवक्षक्रियासमभिहारे भवति धातुः अलादिः भवति एकाच् भवति तत्र त्रिषु अन्यतमः नास्ति चेत् एव अत्र यङ् भवति परन्तु कुत्र न भवति इति इदानीं दृष्टवन्तः अनेकाच् अस्ति अत्र जागृ इति अतः तत्र यङ् प्रत्ययः न भवति तादृशमेव ईक्ष् धातुः अजादि अस्ति अच् एव अन्ते अस्ति अतः तत् समये अपि यङ् प्रत्ययः न भवति परन्तु भूधातुः अलादिः अस्ति एकाच् अपि अस्ति अतः तत्र यङ् प्रत्ययः भवति इति तत्र दत्तं महोदय समीचीनं सम्यक् भगिनी धन्यवादः महोदय इदानीं सिद्धः वा अग्रिमः खलु सूचिसूत्रि सूचिसूत्रि मूत्रटत्यर्थशूर्णोतीनां यङ् वक्तव्यमिति वार्तिकेन क्रियासमविहारार्थे सूचि सूत्रि मूत्रि इत्येतेभ्यः तृभ्यः अनेकात् धातुभ्यः च अट् ऋ अश् ऊण् इति चतुर्भ्यः अजादिधातुभ्यः यङ् प्रत्ययः भवति वयं पूर्वमपि दृष्टवन्तः तत्र यङ् लुक् प्रसङ्गे वयं दृष्टवन्तः सूचि सूत्रि मूत्रि इति अनेका च धातवः अट् ऋ अश् ऊर्ण् ऊर्ण् एते अजादि अस्ति ऊर्ण् इति अनेका चापि अदादि अजादि अस्ति इति कृत्वा तेषामपि यङ् प्रत्ययः भवति एतत् धातोः एका च हलादे क्रियासमव्यवहारे यङ् इत्यस्य अपवादत्वेन भवति इति वङ् वक्तव्यमिति वार्तिकम् अस्ति नित्यं कौटिल्ये गतौ अत्र पूर्वसूत्रे क्रियासमविहारे अर्थे एव आसीत् इदानीं गतौ नित्यं कौटिल्ये गतौ इति गत्यर्थकधातुभ्यः कुटिलगमनार्थे एव यङ् प्रत्ययः भवति क्रियासमविहारार्थे न भवति गतिवाचिनात् धातोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययः भवति नित्यं द्वितीयान्तं क्रियाविशेषणं नित्यमिति क्रियाविशेषणमस्ति नित्यम् इति नित्यं कौटिल्ये सप्तम्यन्तं गतौ सप्तम्यन्तं त्रिपदमितं सूत्रं धातोः एकजलादे क्रियासमीपरे यङ् इत्यस्मात् धातोः यङ् इतनेव अनुवृत्तिः अनुवृत्तिसूत्रमस्ति धातोः यङ् नित्यं कौटिल्ये गतौ गत्यर्थकधातुभ्यः कुटिलगमनार्थे तत्र कुटिलगमनार्थे तत्र कुटिलगमनार्थे एव भवति, गत्यर्थकधातूनां कुटिलगमनार्थे एव भवति, यङ् भवति, क्रियासमीपहारे न भवति। तर्हि तत्र कुटिलगम यङ् तस्य गत्यर्थकधातूनां वारवारं गच्छति इति न भवति वा? गम् धातु अस्ति, जङ्गम् जङ्गम् जङ्गम्य जङ्गम्यते वा, जङ्गम्य तत्र प्रायः क्रियासमाभिहारार्थे न भवति, केवलं गत्यर्थक कुटिलगमनार्थे एव तस्य रूपं साधयामः। ओ एतत्तु अवधानं दातव्यं किल, वयं तु तत्र गत्यर्थकधातूनामपि क्रियासमाभिहारार्थे एव वाक्यानि साधितवन्तः गतपाठे। तर्हि अत्र एतत् अपि क्रियासमयव्यवहारे इत्यस्य अत्र अपवादः अस्ति। अत्र प्रश्नः उदेति यत् गत्यर्थकदातवः के इति, प्रायः पञ्चाशदधिकत्रिशतं गत्यर्थकदातवः सन्ति, ये ये दातवः गमनार्थे सन्ति ते सर्वे गत्यर्थकाः। अत्र ध्येयं यत् केचन गत्यर्थकदातवः अकर्मकाः, पुनः केचन सकर्मकाः। अनेन नित्यं कौटिल्ये गतौ इति सूत्रेण एते सर्वे गत्यर्थकदातवः अन्तर्भूताः। अपरस्मिन् प्रसङ्गे गत्यर्थक अकर्मक शिशशिङ् स्थासा वसजन् तासा तास वसजनरुह जीर्यतिभ्यश्च इत्यनेन गत्यर्थक अकर्मक शिशशिङ् स्थास सा आस वसजनरुह जीयतिभ्यः धातुभ्यः प्रत्ययः कत्यर्थे कत्रर्थे अपि विधीयते। अत्र कत्य गत्यर्थकधातवः च अकर्मकधातवः च पृथक् उक्ताः इत्यस्मात् गत्यर्थे सकर्मकधातूनाम् एव ग्रहणम्। अनेन सकर्मकगत्यर्थकधातुभ्यः कत्रर्थे तप्रत्ययः भवति, बालकः ग्रामं गतः। अत्र भवादौ धावु गतिशुद्धयोः इति अकर्मकधाव् इति धातोः अकर्मकत्वात् एव कर्तृत्वे सप्रत्ययः भवति इति अस्ति तत्र। अन्य किन्तु प्रकृते नित्यं कौटिल्ये गतौ सूत्रे सर्वेषां गत्यर्थकधातूनां ग्रहणम् इति अस्ति। अत्र गत्यर्थक अकर्मक गत्यर्थक अकर्मक शिशशिंसासा वसजनरुजेभ्यश्च इत्यनेन तत्र केवलं गत्यर्थकदातवः च अकर्मकदातवः च पृथक् उक्ताः इत्यस्मात् तत्र सकर्मकधातूनामेव ग्रहणं गत्यर्थे सकर्मकधातूनामेव ग्रहणम् इति अस्ति। अत्र गत्यर्थ इति अस्ति, अपि च अकर्मकदातवः सन्ति, तर्हि गत्यर्थक सकर्मकदातवः अपि च अन्ये अकर्मकदातवः तेषां ग्रहणमस्ति। धाव् इति अकर्मकधातु, अतः अकर्मकत्वात् कर्तृत्वे एकता प्रत्ययः भवति इति अस्ति। परन्तु अत्र नित्यकौटिल्यगतौ इत्यस्मिन् सर्वेषां ग्रहणं भवति, सकर्मकः भवतु वा अकर्मकः भवतु इति अस्ति। सर्वेषां ग्रहणं भवति, न तु केवलम् अकर्मकाणाम् अथवा सकर्मकाणां। गत्यर्थककर्मश्लीशीङ् इत्यनेन केवलं गत्यर्थक अकर्मक शीङ् धातुः वयं जानीमः अकर्मकः एव, सा धातुः अकर्मकः, आस् धातुः अकर्मकः, वस जन रुः जन धातु रुक् रोह आरोहति आरोहति यानम् आरोहति आगच्छति यान् किमर्थं रुक् इत्युक्ते रोहति इत्येव किल महोदय वृक्षम् आरोहति आरोहति इति दन् उपसर्गः सकर्मकः भवति उपसर्जनेन उपसर्गयोगेन उपसर्गयोगे सकर्मकः भवति। रोहति इति यदा उपयोगं कुर्मः तत्र तु अकर्मकः एव। रुक् बीजजन्मनि प्रादुर्भावे च भुवादिः मध्ये मध्ये अतः तत्र नित्यं कौटिल्यगतौ इति सूत्रे तु सर्वेषां गत्यर्थकधातूनां ग्रहणं भवति इत्युक्ते तत्र क्रियासमाभिहारार्थे यङ् तत्र न विधीयते, केवलं गत्यर्थकानां कुटिलगमनार्थे एव कुटिलगमनार्थे एव नित्यं तत्र विधीयते। तत्तु इदानीम् अस्मिन् पाठे किञ्चित् अवधानं दत्वा साधयामः यदा वाक्यानि. समीचीनं महोदय, धन्यवादः. पुनः अरुणा भगिनी, लोप सदाचार. अरुणा भगिनी, लोप सदाचर जप जभ दह दश दशग्रुभ्यो भाव गर्हायां गर्हायां लुप् सद् चर् जप् जब् दः दश् गृ इति धातुभ्यः क्रियायाः भवावगर्हाय गाः भवगर्हार्थे एव यङ् प्रत्ययो भवन्ति, अपरेषु अर्थेषु न भवति. भावशब्देन क्रियासङ्केतः क्रियायाः निन्दा अर्थात् असमीचीनरीत्या क्रियासम्पन्ना इत्यस्मिन् अर्थे भावगर्हः उपयुज्यते. कृपश्च सदश्च चरश्च जपश्च जपश्च दहश्च दहश्च दशश्च गृ च तेषाम् इतरेतरद्वन्द्वः लुप् सद चर जप जभ दः दशागरः तेभ्यः लुप् सद चर जप जभ दः दशगृभ्यः भावस्य ग्राह भावगाः. तस्यां भावग्राह्यायां लुप् सदचर जप जप दः दश् गृभ्याः पञ्चम्यन्तं भावग्राह्यां सप्तम्यन्तं द्विपदमिदं सूत्रं नित्यं कौटिल्ये गतौ इत्यस्मात् एवकारार्थकं नित्यम् इत्यस्य अनुवर्तते. धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं रूपसदचर जप जप दश दह दशगृभ्यो यङ् नित्यं भावगाह्यायां दीर्घसूत्रमस्ति. अत्र लुप् लुप् सदच्छर् जप् जप् दः दश् लुप् इति त्री फैव् अष्ट अष्टदातवः सन्ति. तेभ्यः क्रियादातुभ्यः क्रियायाः भावगर्हार्थे एव यङ् प्रत्ययः भवति. सामान्यते यङ् प्रत्ययोजनेन वारं वारम् अतिशयार्थः भवति, परन्तु अधुना केचन धातवः अर्थः अस्ति क्रियायाः भावदर्शात् अर्थः इति. भावशब्देन अधुना विवरणमस्ति. भावशब्देन क्रियासङ्केतः ओके भावशब्देन क्रिया वयं जानीमः भावे प्रयोगः क्रिया एव सङ्केतः अस्ति. क्रियायाः निन्दा अर्थात् असमीचीनरीत्या क्रियासम्पन्ना इत्यस्मिन् अर्थे भावग्राह उपयुज्यते. अवगतं क्रियायाः निन्दार्थे निन्दार्थे प्रत्ययते असमीचीनरीत्या क्रियासम्पन्न इत्यस्मिन् अर्थे भावकः. समीचीन अर्थः नास्ति, असमीचीन अर्थः. तत्र असमीचीनरीत्या क्रियासम्पन्ना, क्रिया केन सम्पन्ना इत्युक्ते कया सम्पन्ना इत्युक्ते समीचीनरीत्या नास्ति, असमीचीनरीत्या क्रिया अभवत् जातः तत्र तादृश अर्थेषु तत्र यङ्ग् विधीयते. तत्र लुप् इति स्वीकुर्मः, लुप् इत्यस्य अर्थः तु दिवादिगणीय धातुः, विमोहने इति अर्थः अस्ति, टु बि कन्फ्यूस्ड्, टु बि अफ्रैड् इति सामान्य अर्थः. यदा तस्य यङ्गन्तरूपं वयं साधयितुम् इच्छामः तत्र असमीचीनरीत्या यदा क्रिया सम्पन्ना अथवा निन्दार्थः अस्ति चेत् तत्र यङ् विधीयते, लोलुप्यते इति रूपं भवति. तत्र विमोहने इति अपि असमीचीनार्थे विमोहः. सोपि एकं धातु स्वीकुर्मः, सध, सद् इत्युक्ते सद् इति धातु त्रयमस्ति भुवादिगणौ षधुल् विशरणगत्यवसानादेषु. एतदेव अस्माकम् उपनिषद् इत्यत्र आगच्छति किल, षद् विशरणगत्यवसादानेषु. तत्र टु गो, टु लूस् पवर्, टु बि टयर्ड्, टु ट्रै अप्, टु डेस्ट्राय् इति बहवः अर्थाः सन्ति. अनन्तरं तत्र तु धातु तत्र सीद इति आदेशः भवति खलु, तत्र सत्यम् उपनिषद् रूपम्. आम् सत्यं, तदेव षद् सद् षदुल् तत्र त्रिषु गणेषु अस्ति तद् भुवादौ, तुदादौ, चुरादौ. तत्र यस्य यदा तस्य अर्थः निन्दार्थे यदा तस्य उपयोगं कुर्मः तदा तत्र यङ् विधीयते. सीदति इति रूपस्य अपेक्षया तत्र सासद्यते इति रूपम् आगच्छति. एतादृशमेव सर्वेषां धातूना, अत्र परिगणितधातुना तत्र यदा अर्थः निन्दार्थे अथवा असमीचीनरीत्या क्रिया यदा सम्पन्ना अस्ति चेत् तत्र भावगर्भायां यङ् विद्यते. अग्रे अपि भगिनि, षट् युख यङ् चञ्चूर्य इति यङ्गन्तधातोः अर्थः निन्दतरूपेण चलनं ग्रहितं, ग्राहितं, चरति, चञ्चूर्यते, ग्रहितं, लुम्पति, लोलुप्यते. तत्र परिगणधातु छधातु अत्र अन्य अन्ते मध्ये अस्ति. छर् योगायान् व्युत्तं भूत छर् चुल इति भवति लिङ्गन्तधातुः. अत्र अर्थं सामान्य अर्थम सामान्य समीचीनरीत्या सह चलनं निन्दार्थे समीचीन समीचीन ओ असमीचीन समीचीनम् इत्युक्ते सम्यक् इति अर्थः असमीचीनः इत्युक्ते न समीचीनं नै. ओके, निन्दारूपेण चलनम् इति असमीचीन अर्थः भवति. अत्र ग्रहितं, चरति, चञ्चूर्यते, रूपमस्ति चञ्चूर्यते इति वयं जानीमः. जङ्गन्तधातुः पार्थिति गत्यर्थकधातु नास्ति वा भगिनि? शर् इति गत्यर्थकः एव, परन्तु तदपि प्रबाध्य इति स्वीकर्तव्यं. तत्र 3-1-24 अस्ति, नित्यं कौटिल्यगतौ 23 इति अस्ति. तत्र तु उक्तमस्ति सर्वेषामपि ग्रहणं, गत्यर्थकधातूनां ग्रहणम् इति. यदा सः कौटिल्येन कुटिलगमनार्थं गच्छति चेत् नित्यं कौटिल्यगतौ इत्यनेन यङ् विधीयते. यदा सः निन्दार्थे अथवा असमीचीनरीत्या क्रिया भवति चेत् तत्र भावगर्ह भावगर्ह इति स्वीकर्तव्यम्. गत्यर्थकधातुः एव चर् गतौ भक्षणे च इत्येव अर्थः अस्ति प्रायः गत्यर्थकः चेत् पूर्वस्मिन् सूत्रं भक्षणे अस्ति चेत् अस्मिन् सूत्रे इति प्रायः तादृशं भवति अत्र किमपि उक्तं वा निन्दारूपेण चलनम् इत्येव उक्तं किल तत्र अतः गत्यर्थकः अपि स्वीकृतवान् गोः चरति इत्यत्र चरति इति भक्षणार्थे एव किल तत्र सदा यदा समीचीनरीत्या भावगर्हः अस्ति चेत् तत्र यङ्गु इति किं भगिनि गर्हितं चरति चञ्चूर्यते चलदातु चल अपि भवति अपि च चर् इति खादनार्थे अपि खादन भक्षणार्थे अपि भवति तदेव गोः चरति इति यदा गो चरति तत्रापि भवति आं भगिनि अग्रे अपि पठतु तर्हि यङ् प्रत्ययः कुत्र भवति इति चेत् तर्हि यङ् प्रत्ययः कुत्र कुत्र भवति इति चेत् चतुर्णां सूत्राणां वार्तिकेन वार्तिकीनां च मिलित्वा अर्थः एव अजादिधातुषु अट् रु अश् ऊर्णु इत्येभ्यः एव यन् भवति अवशिष्टभ्यः अजादिधातुभ्यः यन् न भवति हलादिधातुः द्विविधः अनेकाचः एकाचार्यः च अनेकाधातुषु केवलं सूची सूत्री मूर्त्रि इत्येभ्यः त्रिभ्यः यङ् भवति अवशिष्टेभ्यः हलादि अनेकाचु धातुभ्यः यङ् न भवति सर्वे निजन्ताः सन्नन्ताः च धातवः अनेकाचः अतः तेभ्यः यङ् न भवति चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः अतः तेभ्यः अपि यङ् न भवति दिधि देवि दरोद्र जागृ सकाश इत्यादिभ्यः अपि यङ् न भवति फट् वद् मुद् भुद् इत्यादिभ्यः सर्वेभ्यः एका छलादि धातुभ्यः यङ् प्रत्ययः भवति अत्र प्रश्नः अस्ति कुत्र कुत्र यङ् प्रत्ययः विधीयते प्रथमम् अस्ति अजादि धातुषु केवलम् अट् रु अश् ऊर्णु तेभ्यः धातः यङ् सामान्यतया अजादि अस्ति चेत् यङ् न भवति परन्तु सूत्रम् अस्ति अजादिधातुषु अट् रु अश् ऊर्णु ते धातवः यङ् भवति यङ् अन्य अवशिष्टधातवः न भवति अलादिधातवः द्विविधाः अनेकाच् एकाचः अनेकाच् धातु केवलं सूचि मूत्रि इत्येभ्यः त्रिभ्यः एव यङ् भवति अन्य अवशिष्टहलादिधातवः अनेकाच् अस्ति चेत् कुत्र भवति इति चेत् सर्वे निजन्ताः सन्नन्ताः चुरादिगणीयधातवः सर्वे अनेकाच अतः यङ् न भवति यङ् योजनं न भवति फट् वद् मुद् भुद् इत्यादिभ्यः सर्वेभ्यः एकाच् हलादिधातुभ्यः यङ् प्रत्या उदाहरणं तदर्थम् एकाच् प्रत्या हलादि एकाच् प्रत्यय धातुः फट् वद् मुद् भुद् इत्यादिभ्यः सर्वेभ्यः एकाच् हलादि अस्ति कृत्वा यङ् प्रत्ययः विधीयते अतः एतदेव गतपाठे अपि आसीत् समानमेव अत्रापि अजादिधातुषु अट् ऋ अशु ऊर्णु एतद् सूत्रेण एव एतेन सूत्रेण एव तद् भवति सूची सूत्री इत्यनेन सूची सूत्री मूत्री इत्येभ्यः त्रिभ्यः अनेकाच् धातुभ्यः च अट् ऋ अश् ऊर्णु चतुर्भ्यः अजादिधातुभ्यः यङ् प्रत्ययः भवति. अनन्तरं तत्र एकाच् अनेकाच् इति अस्ति हलादिषु, अनेकाच् धातुषु तदेव यदा इदानीं सूची सूत्री मूत्री इत्यस्य एव भवति, अन्येषां तु न भवति. अनन्तरं हलादि एकाच् अस्ति चेत् अवश्यं यङ् भवति. समीचीनं वा? धन्यवादः उषा भगिनि. यङ्गन्तस्य धातुसंज्ञा, धातुभ्यः यदा हि यङ् प्रत्ययः विधीयते तदा हि धातुसंज्ञा भवति. वयं जानीमः सनात्यन्तधातवः गुप् तिज् इत्यभ्यः सन् इत्यस्य सन् इति आरभ्य कमेर् निङ् इत्यस्य निङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा स्यात्. द्वादशप्रत्ययाः एते सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् निङ् इयङ् णिच् यक् आय यङ् इति. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः, सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं द्विपदमितं सूत्रं, सूत्रं स्वयं सम्पूर्णं सनाद्यन्ता धातवः. सनाद्यन्ताः धातवः इति सूत्रम् अस्ति. सनाद्यन्ता धातवः इति सूत्रं वदति अत्र प्रकरणे हौ शुड् ऐ से, अत्र गुप् तिज् कित्भ्यः सन् इति आरभ्य कमेर् निङ् इत्यस्य सूत्रस्य कृते द्वादशप्रत्ययाः सूत्रेण विधीयते, सूत्रैः विधीयते तेषां सन् द्वादशप्रत्ययाः विधीयते. द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां सर्वेषां धातुसंज्ञा स्यात्. द्वादशप्रत्ययाः वयं जानीमः सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् निङ् कियङ् णिच् यक् आय यङ् इति. सन् आदौ सन् इति आरभ्य यङ् इति कृते द्वादशप्रत्ययाः सर्वे येषाम् अन्ते विधीयते तदा तेषां धातुसंज्ञा भवति, अपि च सनादयः इति वयं वदामः. सनाद्यन्ताः अत्र धातवः धातुसंज्ञा भवति इत्यनेन सनाद्यन्ताः धातवः इति सूत्रं वदति. सूत्रेण धातुसंज्ञा विधीयते, सनाद्यन्ताः कृते धातुसंज्ञा विधीयते. एकवारं यदा धातुसंज्ञा सिद्धा तदा तस्मात् धातोः कस्यापि लकारस्य तिङ् प्रत्ययः अथवा कोऽपि कृत् प्रत्ययः संयोजयितुं शक्यते. यया रीत्या अन्येभ्यः धातुभ्यः प्रत्ययाः विधीयन्ते, किन्तु ध्येयं यत् अनुदात्त इत् ङित् च धातुभ्यः केवलम् आत्मनेपदप्रत्ययाः विधीयन्ते. अनुदात्तङित आत्मनेपदम् इति सूत्रेण ओके. एकवारं यदा धातुसंज्ञा सिद्धा तदा तस्मात् धातोः कस्यापि लकारस्य तिङ्प्रत्ययः अथवा कोऽपि कृत्प्रत्ययः अपि संयोजयितुं शक्यते इति वयं जानीमः. तिङ् लकारस्य तिङ्प्रत्ययः अथवा धातुसंज्ञा भवति चेत् लकारसिद्धः भवति इति, अपि च कृत्प्रत्ययः अपि योजयितुं शक्यते. यया रीत्या अन्येभ्यः धातुभ्यः प्रत्ययाः विधीयन्ते, वाट् इस् दट् भगिनि? यया रीत्या अन्येभ्यः धातुभ्यः प्रत्ययाः विधीयन्ते, लैक् अदर् धातूस् कृते अन्येभ्यः प्रत्ययाः विधीयते, तत् तदा एव सनाद्यन्ता धातवः अपि कृते अपि प्रत्ययाः विधीयन्ते समानरीत्या इत्येव. समानरीत्या आं भगिनि. किन्तु देयं यत् अनुदात्तङित् च धातुभ्यः केवलम् आत्मनेपदे प्रत्ययाः विधीयन्ते अनुदात्तङित आत्मनेपदम् इति सूत्रेण. अनुदात्तङित आत्मनेपदम् यस्य धातोः अनुदात्तस्वरस्य नकारस्य च इत् संज्ञा भवति, सः धातुः आत्मनेपदी भवति. अनुदात्तश्च नु च अनुदात्तौ, तौ इतौ यस्य सः अनुदात्त ञित् द्वन्द्वगर्भबहुव्रीहिः, तस्मात् अनुदात्तङितः पञ्चमीयन्तम्, आत्मनेपदं प्रथमान्तं, द्विपदमिदं सूत्रम्. भुवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. टीकाकारः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः विहितः आत्मनेपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रम्. अनुदात्तङितः धातोः लस्य आत्मनेपदम्, धातोः इति अनुवृत्ति भ्वादयो धातवः इत्यस्मात्. ओके, 1312 भ्वादयो धातवः इति 131. ओके, धातोः इत्यस्य अनुवृत्तिः. लस्य इति पदम् अत्र दट् सेण्टेन्स् ऐ डिन् फालो भगिनि. टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मने विहितः आत्मनेपदम् इत्यस्मिन्. विहितः प्रायः अर्थः विहितः आत्मनेपदम् इत्युक्ते एव तदर्थः विहितः, लस्य इत्यस्य स्थाने एव विधीयते किल. तत्र किमर्थम् इति प्रायः आक्षेपेण आक्षेपेण विहितः. ओके, अनुदात्तङित आत्मनेपदम्. अनुदात्त यस्य धातोः अनुदात्तस्वरस्य अत धातुपाठे अनुदात्तस्वरम् इत्यनेन उच्यते चेत्, अथवा ङकार इति इत्संज्ञा अस्ति चेत्, तत् धातुः आत्मनेपतिरूपमेव सिद्ध्यति. लस्य आत्मनेपतिरूपमेव सिद्ध्यति. अनुदात्तश्च अथवा ङ धातोः कृते एव. सो यङ् प्रत्ययः ङित्, अतः सर्वे यङन्तदातवः आत्मनेपदिनः. सर्वे यङन्तदातवः च अदन्ताः, अतः प्रथमगणसमूहस्य तिङ्प्रत्ययाः विधीयन्ते. तस्माच्च तिङ्प्रत्यययोजनं सुलभम्. अस्माकं प्रमुखकार्यम् अत्र धातोः साधनम्. यङन्तदातुसाधनम् एव आर्धधातुकप्रक्रिया अन्तर्गतम्. यङन्तदातुसाधनमेव आर्धधातुकप्रक्रिया अन्तर्गतम्. ततः अग्रे लटि लोटि लटि लङ्गि विधिलिङ्गि च तिङन्तनिर्माणं सार्वधातुकप्रक्रियानुसारि. यङ् प्रत्ययः इति प्रत्ययस्य कृते ङकारः अस्ति इत्यनेन सर्वे यङन्तदातवः आत्मनेपदीरूपमेव सिद्ध्यति. सर्वे यङन्तदातवः अदन्ताः अपि अत्र यकारः अस्ति इत्यनेन प्रथमगणसमूह तिङ्प्रत्ययः विधीयन्ते. द्वितीयगणसमूहप्रत्ययः अनदन्ताः इत्यनेन प्रथमगणसमूहस्य तिङ्प्रत्ययाः विधीयन्ते. तस्माच्च तिङ्प्रत्ययसंयोजनं सुलभम्. ओके, अस्माकं प्रमुखकार्यम् अत्र धातोः साधनम्. यङन्तदातुसाधनमेव आर्धधातुकप्रक्रिया अन्तर्गतम्. धातु साधनस्य कृते एव आर्धधातुकप्रक्रिया अन्तर्गतम्. अग्रे प्रक्रिया सार्वधातुकप्रक्रिया योजयामः चेत् सार्वधातुकप्रक्रिया अनुसारि तिङन्तनिर्माणं भवति. सत्यं, तदेव गतपाठे अपि कृतवन्तः किल, अभ्यासकार्यं द्वित्वम् अभ्यासकार्यं तदेव प्रथमं कृतवन्तः. अनन्तरं परस्मैपदी तिङन्तानि योजितवन्तः, अत्र आत्मनेपदी योजयामः. धन्यवादः भगिनी. विजया भगिनी विद्यवत्. आं महोदय, अत्र आत्मनेपदी धातूनाम् अदन्त अङ्गानां सिद्धतिं प्रत्ययाः भवन्ति. एतत्तु लटि सिद्धप्रत्ययः कुत्र? एतत् यङन्तदातवः विषये एव यङन्तानाम्. आं सत्यं, यङन्तानां विषये तत्रापि भूवादौ अपि ते इते अन्ते इत्येव आसीत् किल समानमेव चीतः अन्ति एव खलु आत्मनेपदी तां ते वर्तन्ते वर्तसे वर्तेते वर्तते वर्ते वर्तावहे वर्तामहे तदेव अत्र गतपाठे किम् आसीत् ईशि इति ईकार तद् आसीत् वैकल्पिकं रूपम् एकम् आसीत् तद् अत्र नास्ति यङ्गो चिच इति सूत्रम् आसीत् वा तद् अनेन तत्र रूपद्वयं साधितं किल परन्तु अत्र तु एकमेव रूपं पठतु भगिनि अहं दृष्ट्वा वदामि आम् महोदय से इति अन्ते से इच्छे द्वे ये वहि महि लोटि ताम् इतम् अन्तं स्व इष्ठं ध्वम् ऐ आवहै आमहै लङ्गि त इतम् अन्त ताः इत्थं ध्वम् इ बहिमहि विधिलिङ्गि ईत ईयातम् ईरन् ईत्थः ईयार्थम् ईध्वम् ईय ईवहि ईमहि इति अस्ति अत्र प्रश्नः पठामि वा महोदय यङ्गोबा इत्यनेन लुक् भवति यङ्गो वा इत्यनेन रूपद्वयं भवति रूपद्वयं भवति आं भगिनि 7384 सार्वधातुक अर्धधातुकयोः अनन्तरं पुगन्तलघु अन्देन् ब्रुव ईट् अनन्न यङ्गोवा यङ् प्रत्ययान्त अङ्गात् परस्य हलादिकित् सार्वधातुकप्रत्ययस्य विकल्पेन ईड् आगमः ईट् आगमः ब्रुव ईट् इत्यनेन यङ्गोवा यङ्गोचि च इत्यनेन यङ्गः लुक् भवति तावदेव यङ्गोबा इत्यनेन तत्र रूपद्वयं तद् इदानीम् अत्र न भवति हलं प्रत्ययान्त अङ्गात् परस्य हलादिपित् सार्वधातुकप्रत्ययस्य अस्तु प्रत्ययः ईटिति आगमः प्रायः तत्र तदेव अस्ति अग्रे आं भगिनी विजया भगिनी पठतु महोदय अहम् अस्वस्था अस्मि महोदय कोऽपि पठितुं शक्यते वा आम् आम् आम् आम् अवश्यं पठतु चिन्ता नास्ति आम् रघुपति महोदय अत्र प्रश्नः उदेति यत् एकनिमिषम् अत्र एकनिमिष अत्र प्रश्नः उदेति यङ् यङन्तधातुः अभ्यस्तसंज्ञकः अतः किमर्थं न अदभ्यस्तात् इत्यनेन झास्थाने अत् आदेशः न तु झोन्तः इत्यनेन झस्थाने अन्त आदेशः उत्तरमस्ति यत् देदीययोग शप् युगते देदीयते इति स्थले देदीय इति धातुः उभे अभ्यस्तम् इत्यनेन द्विवचनानन्तरं द्वयोः समुदाय अभ्यर्थसंज्ञकः अवश्यं किन्तु ते प्रत्ययः अधिकृत्य अङ्गम् अभ्यर्थसंज्ञकं नास्ति अङ्गस्य अन्ते शप् अस्ति शबन्तस्य अङ्गस्य या रीत्या धातुसंज्ञा नास्ति तया एव रीत्या अभ्यर्थसंज्ञा अपि नास्ति अपि च अदभ्यस्तात् इति सूत्रे पञ्चमी विभक्तिः अस्ति पञ्चमी इति कारणतः तस्मादिति उत्तरस्य इत्यनेन साक्षात् अनन्तरं कार्यं भवेत् अभ्यस्तसंज्ञकात् अङ्गात् शपः अस्ति न तु श अतः अदभ्यस्तात् इत्यस्य प्रसक्तिः नास्ति एव तर्हि किमर्थम् आत्मनेपदेषु अनतः इत्यनेन जास्तने अत् आदेशः आत्मनेपदेषु अनतः इत्यनेन आत्मनेपदेषु अनतः इति वक्ति यत् अदन्तात् अनदन्तात् अङ्गात् आत्मनेपदिसंज्ञकप्रत्ययस्य झकारस्य अत् आदेशः भवति यङन्तधातुः आत्मनेपदी तु अस्ति किन्तु शबन्तम् अङ्गम् अनदन्तं न अपि तु अदन्तमेव. अदन्तम् इति कृत्वा आत्मनेपदेशो अनतः इत्यस्य प्रसक्तिः नास्ति. अतः अन्ततः गत्वा जोन्तः इत्यनेन ईकार जकारस्य स्थाने अन्त आदेशः भवति. तदर्थं लटि अन्ते, लोटि अन्तां, लङि अन्त इति भवति इति वयं जानीमः. तत्र अत्र अन्त तत्र अदव्यस्तात् अपि च आत्मनेपदिश अनतः तत्र किमर्थं न भवति इति प्रश्नः. वयं जानीमः तदा अदभ्यस्तात् इति अभ्यस्तात् अङ्गात् तत्र ज स्थाने भवेत्. अत्र अभ्यस्तात् अभ्यस्ताङ्गं नास्ति इदानीं ज प्रत्ययस्य कृते अभ्यस्ताङ्गं नास्ति. शप् इति मध्ये आगच्छति इति कृत्वा इदानीम् अभ्यस्ताङ्गं नास्ति इति कृत्वा तस्य न भवति इति अस्ति. अतः अन्तादेशः एव तिष्ठति, अन्तादेश एव तिष्ठति, न तु अतादेशः. आत्मनेपदेषु अनतः इति अत्र अनदन्त अङ्गस्य एव अतादेशः भवति. अत्र एतत् अनदन्तं नास्ति अतः तत्र तदेव भवति. अन्ते यथा अन्तां तत्र अन्त इति रूपाणि. गतपाठे तत्र अत्येव आसीत् किल यङ्ग् यङ्ग् लुक् पाठे तत्र लुक् जातः हलादिः अनन्तरं तत्र अनदन्तम् अङ्गम् इति कृत्वा तत्र अत्येव आसीत् किल तत्र लटि लोटि लङ्गि अपि किल लङ् तत्र जुसि च इत्यस्य उः इति आदेशः तु लोटि परन्तु इदानीम् अत्र तु नास्ति. अग्रे पठनीयं वा? तत्र यदा वयं लट्लकारे बहुवचने, लोटि बहुवचने, लङ्गि बहुवचने पश्यामः, सामान्यरीत्या यदा वयं भुवादिगणे कृतवन्तः तादृशमेव अस्ति अन्ते, अन्ताम्, अन्त इति. तत्र किमर्थं तत्र अत् इति अदभ्यस्तात् इत्यनेन ज स्थाने अत् आदेशः किमर्थं न अभवत् इति प्रश्नः. यदा स्मरति गतपाठे वयं तु अत् क्षम्यतां किम् आसीत् उहु अतु अति इत्येव आसीत् किल रूपाणि बहुवचने. तत्र तु अदभ्यस्तात् इत्यनेन वयं तादृशं साधितवन्तः परन्तु अस्मिन् पाठे तादृशं नास्ति. यद्यपि यङ् अस्ति, आत्मनेपदि अस्ति, तदापि तत्र अत् इति नास्ति. अन्त अन्ताम् अन्ते अन्ताम् अन्त इत्येव बहुवचने अस्ति. किमर्थम् इति प्रश्नः. तत्र एव उत्तरमस्ति. तद् अदन्तम् अङ्गम् अस्ति. अनन्तरं तत्र तस्मात् पूर्वम् एकं चिन्तनं यत् अस्ति देदीययोगः शप् योगः ते तस्मिन् स्थले शप् इति विकरणप्रत्ययः मध्ये आगच्छति. अभ्यस्तसंज्ञकः नास्ति इदानीं शप् इत्यस्य दृष्ट्या वा त्रि इत्यस्य ते इत्यस्य ते प्रत्ययम् अधिकृत्य अङ्गम् इदानीम् अभ्यस्तसंज्ञकं नास्ति. अतः तत्र तद् न भवति अदभ्यस्तात् इति. अनन्तरम् आत्मनेपदेषु श्वणतः इति सूत्रम् अस्ति. तत्रापि अनदन्त अङ्गम् आत्मनेपदीसंज्ञकः अस्ति चेदेव जकारस्य अत्तादेशः भवति. परन्तु यङन्तधातुः तु अदन्तम् अङ्गम् अस्ति. अतः तत्रापि आत्मनेपदि शुश्वणतः इत्यनेन चकारस्य स्थाने अत्तादेशः न भवति, अतः न भवति इति उत्तरम्. उत्तरस्य साधनार्थं तत्र कारणद्वयम् उक्तमस्ति. अभ्यस्तसंज्ञा स्वीकृत्य एकम्, अनन्तरम् आत्मनेपदेश्वणतः इत्यनेन चकारस्य स्थाने अत्तादेशः किमर्थं न भवति. आम् महोदय, उपरितनाः उपरितनाः सर्वे तिङ् प्रत्ययाः, सार्धात्वसंज्ञकाः, कर्तर्तकाश्च. अस्यां दशायां धातुभ्यः शप् प्रत्ययः विधीयते. सूत्रमस्ति कर्तरि शप् इति. धातु धातुतः शब्दत्वे भवति कर्तृत्वकसारत्कप्रत्यये परे इति अस्ति धातोः शपः शप्रत्ययः परश्च कर्तरि सार्वधातुके इति वयं जानीमः तत्र धातुतः शप्रत्ययः भवति तत् सामान्यसूत्रमस्ति अतः तथ्येन सूत्रेणैव भवति सार्वधातुके यथा प्रत्ययः भवति यथा वयं दृष्टवन्तः अन्ते सर्वे तिङ्प्रत्ययः सार्वधातुक अस्ति तत्र तिंक्षित् सार्वधातुकम् इत्यनेन भवति एव यदा दुधाय धाने अत्र देवीय इति यगन्तधातुः देवीययुगते कर्तरीषप् इत्यनेन धातुतः शप्रत्ययः भवति देवीयगशप् युगते अतो गुणे इत्यनेन तत्र पूर्वपरयोस्थाने पररूपादेशः देवीय युगते देवीयते इति रूपं भवति देवी शप् प्रत्ययः आगच्छति अतो गुणे इति वयं जानीमः अपदन्तात् अतः गुण गुणे परे पूर्वपरयोः स्थाने एकः पररूप एकादेशः स्यात् इति अत्र यगन्त य इति अस्ति अत्र यगन्तधातुः अकारान्त अस्ति अपि च तत्र अपदान्त अस्ति तत्र इदानीम् अपदान्त शप् अकार अस्ति गुणवर्णः अस्ति अदेङ्गुणः इति अकारगुणवर्णः अस्ति अतः अकारस्य अकारे परे गुणवर्णे परे अद अपदन्तात् पररूपादेशः भवति इति वयं जानीमः अदेङ्गुणः अत्र अस्ति ह्रस्व अकारः एकारः ओकारः येषां वर्णानां गुणसंज्ञा स्यात् अत् एञ्च गुणसंज्ञः स्यात् इति अच्च एञ्च अदेङ् अदेङ् प्रथमान्तं गुणप्रथमान्तं द्विपदं सूत्रं स्वयं सम्पूर्णम् अत् एङ् गुणः इति एतत् किमपि सूत्रमस्ति तत्र किमस्ति संज्ञासूत्रमस्ति यतः यतः लटि लोटि यङि विधिलिङ्गि च सर्वेषां यङन्तधातूनां तिगन्तरूपाणि समानरीत्या भवति तदर्थम् एकवारम् अत्र प्रदर्श्यते अग्रे अस्मिन् पाठे यगन्तधातवः एव शेष्यन्ते चतुर्षु लकारेषु तिगन्तरूपाणि कीदृशानि इति ऊहा सुलभ सर्वत्र तानि च एतादृशानि इति अस्ति यथा देदीयते देदीयते देदीयन्ते देदीयसे देदीयते देदीयद्वे देदीये देदीयावहे देदीयामहे इति अग्रे लोटि देदीयतां देदीये देदीयेतां देदीयन्तां देदीयस्व देदीयतां देदीयध्वं देदीयै देदीयावहै देदीयामहे तदेव लङि अदेदीयत अदेदीयेताम् अदेदीयन्त अदेदीयताः अदेदीयेताम् अदेदीयध्वम् अदेदीये अदेदीयावहि अदेदीयामहि इति विधिलिङ्गि देदीयेत देदीययातां देदीयेरन् देदीयताः देदीययातां देदीयेध्वं देदीयेय देदीयेवहि देदीयेमहि तर्हि लटि लोटि लङि विधिलिङ्गि च सर्वेषां व्यङ्गन्तधातूनां तिङन्तरूपाणि एतादृशानि अपरेषु षट्सु लकारेषु तत्तत् पाठे द्रष्टव्यं प्रत्येकस्मिन् पाठे तस्य लकारस्य यङन्तरूपं कथं सिद्ध्यति इति प्रदर्श्यते सामान्य भुवादिगणस्य आत्मनेपदि रूपं यत् तदेव अत्र भवति इति देदीय इति साधनमेव पटे तदेव अस्ति अनन्तरं यदा अस्ति धातुसाधनमेव तत् प्रायः जटिलः अनन्तरं आम् अनन्तरं तु सामान्यमेव भवति तत् पश्यामः वुड् इट् बि गेट् दट् भगिनि देदीय दा दा द ह्रस्वः द दा देन् देदीयगुणः नास्ति भगिनि धातोः गुणः नास्ति वा भिन्न सूत्रमस्ति वा प्रायः तत्र प्रायः स्मरणे किमपि न तिष्ठति देदीय देदीय अद आकारलोप वाट् इस् दट् कस्य नाभ्यस्तयोरातः दट् इस् ओन्ली फर् कित्तिङ्ग् इत् सामान्य अभ्यासकार्यं नास्ति, विशेष अभ्यासकार्यं किल. अस्तु, दीर्घोकितः इत्यनेन आकारलोप, आकारलोप अनन्तरं, आम् आं भगिनि, देर् इस् अ इ अनन्तरम् आकारलोपः, अनन्तरम् इ वुड् इ कम्स् खलु ते इति अपित् प्रत्ययः एव, अपित् प्रत्ययः इत्यनेन आकारलोपः एव भवति प्रथमम्, अनन्तरम् ईहल्यगोः इत्यनेन ईकारः भवति, बट् दे दीय देन् गुणो यङ्ग्लुकोः इत्यनेन इकारस्य स्थाने नो नो एकारः भवति. न जानामि, परन्तु प्रायः तादृशमेव भवति. तत्र दीर्घोकितः उक्तमस्ति, दीर्घोकितः इत्यनेन प्रथमं तत् धाधा रधा राधा इति भवति, अनन्तरं तत्र आकारः एव अस्ति किल, आकारलोपः भवति इत्युक्ते तत् देदीय इति प्रायः दा धातुः नास्ति, ईकारः भवति प्रथमम् आकारलोप, अनन्तरम् ई आयाति, अनन्तरमेव दी दी इति भवति वा, दी दी इति भवति, देन् दे दी ऐ डोण्ट् नो दे दी इति भवति, पश्यामः एकवारं तत् पुनस्मरणमेव भवति. अरुणा भगिनी प्रक्रिया पठति वा, अनन्तरम् अग्रे एव अस्ति तत् पश्यामि वा भगिनी. क्षम्यतां भगिनि. सर्वप्रथमं यङ् विधीयते, तदनन्तरं सनाद्यन्तधातवः इति धातुसंज्ञा आगच्छति, यन् प्रत्ययं निमित्तीकृत्य यत्किमपि अङ्गकार्यं प्रसक्तं यथा सम्प्रसारणं न लोपः इत्यादिकं तत्सर्वम् अधुना कर्तव्यं, द्वित्वम् अभ्यासकार्यं च. ओके, यङ्गधातूनां प्रथमं यङ्गी च सूत्रेण भगिनि, यङ् सर्वप्रथमं यङ् विधीयते, क्रियासमभिहारे यङ् इदानीं दृष्टवन्तः किल, धातुरेकाचो क्रियम्. ओके, अनाद्यन्तदातव इति न धातुसंज्ञायते, यङ् प्रत्ययनिमित्तीकृत्य यत् अङ्गकार्याणि अस्ति तदपि तदपि प्रसक्तिः अस्ति, उदाहरणमस्ति सम्प्रसारणं न लोपः इत्यादिकं, तदनन्तरं द्वित्वम् अभ्यासकार्याणि च. द्वित्वं पठन्तु, द्वित्वं पठतु, आं द्वित्वं पठतु भगिनि. सन्निङ्गोः सन्नन्तस्य यङन्तस्य च धातु धातु अनभ्यस्याश्च प्रथम स एकाच् अवयवस्य द्वे स्तः, अदादेः तु द्वितीयस्य सञ्च यञ्च तयोरितिरेतरद्वन्द्वः संयङ्गोः तयोः संयङ्गोः षष्ठ्यन्तं षष्ठ्यन्तं एकपदविधसूत्रं, द्विती धातो अनभ्यातस्य इत्यस्मात् धातोः अनभ्यासस्य इत्यनयोः अनुवृत्ति, एकाचो द्वे प्रथमस्य अदादेर्द्वितीयस्य इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रं सन्निङ्गो धातोः अनभ्यासस्य एकाचो द्वे प्रथमस्य अजादेः द्वितीय. ओके, सन्यङ्गो इति प्रथमं यङ् इति तदनन्तरं सनादन्त्योच्चरणं संज्ञा भवति धातुसंज्ञा भवति यङ्गन्त धातूनां प्रथमं प्रथमस्य प्रथम एकाचस्य अवयवस्य द्वित्वं भवति अजादि अस्ति चेत् द्वितीयस्य द्वित्वं भवति तदेव संज्ञङ्गोः इत्यनेन तत्र सनन्तस्य यङन्तस्य प्रथम एकाच अवयवस्य द्वे स्तः अजादिषु द्वितीयः तत्र भगिन्याः प्रश्नः आसीत् किल दा इत्यस्य दि इति कथं जातम् इति तत् अस्माकं परिचित तदेव धूमास्ता इत्यनेन ईकारः हलादिकितिङ् इति प्रत्यये परे तत्र ई इति आदेशः आकारस्य अतः धी धी इति इदानीं द्वित्वम् प्रथमधि इत्यस्य गुणो यङ्लुकोः इत्यनेन एत्वं देदीय इति रूपं देदीयते अभ्यस्तसंज्ञा इस् नाट् सीन् बै दे सो स्नाभ्यस्तयोरातः यकारः इत्यस्य कृते एव वयं द्रष्टव्यं यकारः हली इति कृते गूमासागापा जहाति साम् भवति परिचितसूत्राणि एव विस्मरणं भवति तद् गूमास्ता एव अनेन एव इकारः भवति भवति आं भगिनी अरुणा भगिनी इतोपि एकं सूत्रद्वयमपि पठतु अनन्तरं समापयामः एकाचो द्वे एकाचो द्वे प्रथमस्य अधिकारसूत्रं प्रथमस्य एकाच् भागस्य द्वित्वं भवति उदाहरणं जागृ जा जागृ पच् पच् पच् इ षष्टाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवर्तते एकाचः षष्ट्यन्तं द्वे प्रथमान्तं प्रथमस्य षष्ट्यन्तं द्वितीयपदम् इदं सूत्रं सूत्रं स्वयं सम्पूर्णं प्रथमस्य एकाचः द्वे प्रथमं संज्ञङ्गो सूत्रेण द्वित्वं भवति कुत्र भवति इति चेत् एकाच एकाचो प्रथमस्य एकाच् भागस्य द्वित्वं भवति उदाहरणं जागृ अत्र जा इति प्रथमभागः अकार जा जगृ इति भवति हलिचा इति न जगृ अपगच्छति तदेव पच् पच् अजादि अजादिता तु एव अन्यसूत्रं पठन् भगिनि द्वितीयस्य अधिकारसूत्रम् अजादिधातोः द्वितीयस्य एकाच् भागस्य द्वित्वं भवति उदाहरणम् ऊर्णु द्वितीयभागस्य न्यु युक्तं भवति ऊ केवलं तदेव तिष्ठति ऊर्णु अद्य धातुः अजादिधातुः अस्ति चेत् द्वितीयस्य एकादभागस्य युक्तं भवति सः सूत्रत्रयं संज्ञङ्गोः इत्यनेन द्वित्वम् अवयवस्य द्वे स्तः अजादिस्तु द्वितीयस्य एकाचो द्वे प्रथमस्य इति अधिकारसूत्रम् अजादे द्वितीयस्य इति अपि अधिकारसूत्रमेव अजादिधातोः द्वितीयस्य एकाचाकस्य द्वित्वं भवति धन्यवादः भगिनि उषा भगिनी एतत् पठति वा आं महोदय तत्र दायोग यङ् इति भवति अत्र दि इति भवति अनन्तरं दि अनन्तरं देति इति भवति वा तादृश आम् सत्यं दि आम् दि योगः य अनन्तरं दिदी दिदी अनन्तरं ह्रस्व अनन्तरं गुणेन्द्रकोवचन परन्तु इदानीं यङ् लुक् न जातः किल अस्मिन् पाठे आमां तत् द्रष्टव्यं किम् इति गुणो यङ् लुकोः एव किल परन्तु अस्मिन् पाठे तु यङ् लुक् न जातः परन्तु देवीया एव यङ् अपि च यङ् लुको खलु अनुवृत्तिः भवति वा अत्र लुकोः इति तत्र द्विवचनम् अस्ति खलु तदा सम्यक् तदा इत्युक्ते तत्र प्रसक्तिः अस्ति देदीय देदीयते रूपं साधु समीचीनम् अनेन एव भवति दीयोगः य दीदी योगः य देदी य देदीयते भगिनी एतद् प्रथमं प्रथमम् अभ्यस्तम् इति वयं न न न प्रथमं गुमात्रा एव न कुर्मः प्रथमं हलि परे किल अतः गुमास्ता इत्यनेन हलि परे ईकारः सामान्यसूत्रम् अनन्तरं तत्र अनन्तरं प्रथमं यकारः अनन्तरं द्वित्वम् अस्तु दायोगः यङ् दीयोगः यङ् यङ् तु लुक् न जातः अस्मिन् पाठे सः तद् अवशिष्यते एव दीदीयोगः य देदीयो देदीय देदीयते देदीयते अनन्तरं मेमीयते पियते तादृशरूपाणि सा धातुः अपि स्ति इति भवति स्तीय आम् तेष्टीयते तादृशं किमपि सत्यं सत्यं पुनः पुनः किल एषः पाठः अपि दीर्घपाठः एव पश्यामः परन्तु पूर्वतनपाठस्य पुनः स्मरणम् अस्मिन् पाठे भवति तदेव मम चिन्ता वारं वारं पठामः वारं वारं पठामः सर्गरी इति यङ्गो वा एतत् सर्वं विस्मृतवन्तः अहं तु अतः अस्मिन् पाठे गतपाठस्य पुनःस्मरणं भवति एतदपि प्रायः मासद्वयं मासत्रयं वा भवति पश्यामः परन्तु साधयामः समीचीनम् अस्तु धन्यवादः धन्यवादः भगिनि धन्यवादः धन्यवादः